योषावागतमने तस्य उपस्थयुसमेन यदुपमन्त्रयते स धूमो योनिः अर्चि यदन्तःकरोति ते अङ्गारविन्दाक्षिङ्गः योषावागतमग्नि तस्य उपस्थयुसमेन तेन हि स पुत्रादि उत्पादनाय समिद्यते यदुपमन्त्रयते स धूमः स्त्रीसंव्यवात उपमन्त्रणस्य योनिः अर्चिः लोहितत्व यदन्तःकरोति ते अङ्गारः अग्निसम्बन्ध अभिनन्दाः सुकलवाः विस्मिनिङ्गाः क्षुद्रत्व तस्मिन् एतस्मिन्नग्नौ देवारेतो रिपदे तस्य अवधेः गर्भस्सम्भवते तस्मिन्नेतस्मिन्नग्नौ देवाः रेतो जिह्वति तस्य अवतेः गर्भस्सम्भवति इति एवं श्रद्धा सोमवर्षान्न रेतो हवनपर्यायक्रमेण आप एव गर्भीभूताः ताः तत्र अपाम् आहुतिसमवायित्वात् प्राधान्यविवक्ष आपः पञ्चम्याम् आहुतः पुरुषपुरुषो भवन्ति इति न तु आप एव केवलाः सोमादिकार्यम् आरभन्ते न च आपो अत्रिवृत्कृताः सन्ति इति त्रिवृत्कृतत्वेपि विशेषसंज्ञालाभो दृष्टः पृथ्वीयम् इम आपो अयम् अग्निः इति अन्यतमबाहुल्यनिमित्त तस्मा समुदितानि एव भूतानि अबाहुल्यातो कर्मसमवायीनि सोमादिकार्यारम्भकाणि आपः इत्युच्यन्ते दृश्यते च द्रवबाहुल्यम् सोमवृष्ट्यन्यरेतो देहेषु बहु द्रवं च शरीरं यद्यपि पार्थिवं तत्र पञ्चम्यमाहुतहुतायां रेतोरूप आपो गर्भीभूतः इति अष्टमखण्डभाष्यं नवमः खण्डः इति पञ्चम्यमाहुतो आपः पुरुषवत्सो भवन्ति इति स उल्बावृतो गर्भो दश वा नव वा मासान्त अशित्वा यावद्वात् जायते इति तु एवं तु पञ्चम्यमाहुतो आपः पुरुषवचसो भवन्ति इति व्याख्यातः एकः प्रश्नः यत्तु द्युलोकात् इमां प्रत्यावृत्तयोः आहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्युत्थायी भवति इति वाचनिके उक्तं तत् प्रासङ्गिकम् इह उच्यते इह च प्रथमे प्रश्ने उक्तं वेत्थयदितोदिप्रजाः प्रयन्ति तस्य च अयम् उपक्रमः स गर्भो अपां पञ्चमः परिणामविशेषः आहुतिकर्मसामवायिनीनां श्रद्धाशब्दवाच्यानाम् उल्बावृतः उल्बेन जरायुना आवृतः वेष्टितः दश वा नव वा मासानन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेन अतिरिक्तेन वा अतः अनन्तरं जायते उल्बावृत इत्यादि वैराग्यहेतो इदमुच्यते कष्टं हि मातुः कुक्षौ मूत्रपुरीशवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्य उल्बाशुचिपटावृतस्य लोहितरेतुशुचिबीजस्य मातुः अशितपीतरसानुप्रवेशेन विवद्यमानस्य निरुद्धशक्तिबलवीर्यतेजप्रज्ञाचेष्टस्य शयनं ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिः जन्म इति वैराग्यं ग्राहयति मुहूर्तमपि असख्यं दश वा नव वा मासान् अतिदीर्घकालम् अन्तः शयित्वा इति च स जातो यावदायुषं जीवति तं प्रेतं दिष्टम् इतो अग्न्या एव हरन्ति यत एव इतो यतः सम्भूतो भवति स एवं जातः यावदायुषं पुनः पुनः घटीयन्त्रवतुं गमनागमनाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मण उपात्तमायुः तावत् जीवति तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मण निर्दिष्टं परलोकं प्रति यदि चेज्जीवन् वैदिककर्मणि ज्ञाने वा अधिकृतः तमेन मृतम् इतः अस्मात् ग्रामात् अग्नये अग्न्यर्थं ऋत्विजो हरन्ति पुत्रा वा अन्त्यकर्मणि यत एव इत आगतः अग्नेः सकाश श्रद्धादि आहुतिक्रमेण यतश्च पञ्चभ्यो अग्निभ्यः सम्भूतः उत्पन्नः भवति तस्मै एव अग्निः हरन्ति स्वामेव योनिम् अग्निम् आपादयन्ति इत्यर्थः इति नवमखण्डभाष्यं दशमः खण्डः तद्यत्थं विदुः ये चैमेरण्ये श्रद्धा तव इत्युपासते ते अर्षं विसम्मन्ति अचर्युः अन्नः आपूर्यमाणपक्षम् आपूर्यमाणपक्षान् यान् षड्सङ्गेति मासान् मासेभ्यः संवत्सरं संस्रादादित्यम् आदित्याचन्द्रं संचन्द्रं सौविद्युतम् तत्पुरुष अमानवः स येनां ब्रह्मगमेति येष देवयानः पन्था इति वेत्थेतोदिप्रजाः प्रयन्ति इति अयं प्रश्नः प्रत्युपस्थितो अपाकर्तव्यते। तत्तत्र लोकं प्रति उद्धितानाम् अधिकृतानां गृहमीदिनां ये इत्थम् एवं यथोक्तं पञ्चाङ्गदर्शनं जलोकादि अग्निभ्यो वयं क्रमेण जाताः अग्निस्वरूपाः पञ्चाग्न्यात्मानः इति एवं विदुः जानीयुः। कथम् अवगम्यते इत्थं विदुः इति गृहस्था एव उच्यन्ते नान्यते। गृहस्थानां ये तु अनित्थं विदः केवल इष्टापूर्तदत्तपराः ते धूमादिना चन्द्रं गच्छन्ति इति वक्ष्यते। ये च अरण्योपलक्षिता वैखानसाः परिव्राजिकाश्च श्रद्धातप इत्युपास्ते तेषां च इत्थं विद्भिः सह अर्चिरादिना गमनं वक्ष्यते। पारिशेष्यात् अग्निहोत्रादिसम्बन्धाच्च गृहस्था एव गृह्यन्ते इत्थं विदुः इति। ननु ब्रह्मचारिणोऽपि अगृहीताः ग्रामश्रुत्य अरण्यश्रुत्य च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धिः? नैष दोषः। पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्टिकब्रह्मचारिणाम् उत्तरेण अर्यम्नः पन्थाः प्रसिद्धः, अतः तेऽपि अरण्यवासिभिः सह गमिष्यन्ति। उपकुर्वाणकास्तु स्वाध्यायग्रहणार्थ इति न विशेषनिर्देशारः। ननु ऊर्ध्वरेतस्थं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यात् इष्यते, इत्थं वित्वम् अनर्थकं प्राप्तं न गृहस्थान् प्रति अर्थवत्वात्। ये गृहस्थाः अनित्यं विदः तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्मविदुः अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चमेव इति लिङ्ग उत्तरेण ते गच्छन्ति। ननु ऊर्ध्वरेत्सां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेत्सामेव उत्तरेण पदागमनं न गृहस्थानामिति न युक्तम्। अग्निहोत्रादिवैदिकर्म बाहुल्ये च सति नैष दोषः। अपूता हि ते शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषं तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ। हिंसा अनृत माया अब्रह्मचर्यादि च बहु अशुद्धिकारणम् अपरिहार्यं तेषाम्। अतो अपूतः अभूतत्वात् न उत्तरेण पदागमनम्। हिंसा अनृत माया अब्रह्मचर्यादि परिहाराच्च शुद्धात्मानः हि इतर शत्रुमित्ररागद्वेषादि परिहाराच्च विरजस तेषां युक्तः उत्तरः पन्थः। तथा च पौराणिकाः ये प्रजां ईशिरे अधीराः ते श्मशानानि भेजरे, ये प्रजां नेशिरे धीराः ते अमृतत्वं भेजरे इत्याह। इत्थं विदां गृहस्थानाम् अरण्यवासिनां च समानमार्गत्वे अमृतत्वफले च सति अरण्यवासिनां विद्या अनर्थक्यं प्राप्तं तथा श्रुतिविरोधः। न तत्र दक्षिणा यन्ति न विद्वांसः तपस्विनः इति सैनम् अविदितो न भुनक्ति इति च विरुद्धं न आभूतसम्बलस्थानस्य अमृतत्वेन विवक्षितत्वे। तत्रैव उक्तं पौराणिकैः आभूतसम्बलं स्थानम् अमृतत्वमेव विवक्षते इति। यच्च आत्यन्तिकम् अमृतत्वं तदपेक्षीय न तत्र दक्षिणायन्ति स एनम् अविदितो न भुनक्ति इत्याद्यः श्रुतयः इत्यतः न विरोधः न च पुनरावर्तन्ते इति इमं मानवम् आवर्तं नावर्तन्ते इत्यादि श्रुतिविरोधः इति चेन्न इमं मानवम् इति विशेषणात् तेषामिह न पुनरावृत्तिरस्ति इति चेत् यदि हि एकान्तेनैव न आवर्तिरन् इमं मानवम् इह इति च विशेषणमर्थकं स्यात्। इमम् इह इति आकृतिमात्रमुच्यते इति चेन्न अनावृत्तिशब्देनैव नित्य अनावृत्त्यर्थस्य प्रतीतत्व आकृतिकल्पना अनर्थिक। अतः इमम् इह इति च विशेषण अर्थवत्वाय अन्यत्र आवृत्तिः कल्पनीय न च सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यनाड्य अर्चितादिमार्गेण गमनं ब्रह्मैव सन् ब्रह्माप्येति तस्मात् तत्सर्वम् अभवत् न तस्य प्राणा उत्क्रामन्ति अत्र विसमुदीयन्ते इत्यादि श्रुतिशतेभ्यः। ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणाः नोत्क्रामन्ते सहैव गच्छन्ति इति अयम् अर्थः कल्प्यते इति चेत् न अत्रैव समवलीयन्ते इति विशेषण अनर्थक्यात्। सर्वे प्राणा अनुत्क्रामन्ति इति च प्राणैः गमनस्य प्राप्तत्व तस्मात् उत्क्रामन्ति इति अनाशङ्का एव एष। यदापि मोक्षस्य संसारगतिवैलक्षण्यात् प्राणानां जीवेन सह आगमनम् आशङ्क्ये तस्मात् न उत्क्रामन्ति इति उच्यते, तदापि अत्रैव समूलीयन्ते इति विशेषणमार्थकं स्यात्। न च प्राणैः वियुक्तस्य गतिः उत्पद्यते जीवत्वं वा, सर्वगतत्वात् सदात्मनः निरवयवत्वात् प्राणसम्बन्धमात्रमेव हि अग्निविस्फुलिङ्गवत् जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्य परिकल्पयितुं श्रुतयश्चेत् प्रमाणम्। न च सतोः अणुः अवयवः स्फुटितः जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छति इति शक्यं कल्पयितुं, तस्मात् तयोर्ध्वमायन्नं तत्त्वमिति। इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्यागमनं सापेक्षमेव च अमृतत्वं, न साक्षान् मोक्ष इति गम्यते। तदपरायितापूः तदैरं मदीयं सरः इत्यादि उक्त्वा तेषामेवेष ब्रह्मलोकः इति विशेषणात्। अतः पञ्चाग्निविदो गृहस्थः ये च इमे अरण्ये वानप्रस्थः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येमादि उपासते श्रद्धदानः तपस्विनश्च इत्यर्थः। उपासनशब्दः तात्पर्यर्थः, इष्टापूर्ते दत्तम् इति उपासते इति यद्वत्। श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यम् उपासते ते सर्वे अर्चिषम् अर्चिरभिमानीं देवताम् अभिसम्भवन्ते प्रतिपद्यन्ते। समानमन्यतु चतुर्थगतिव्याख्यानेन एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः न अण्डाद् बहिः यदन्तरापितरं मातरं च इति मन्त्रवन्न। अथ यमे ग्रामेष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमा रात्रिं रात्रेः अपरपक्षम् अपरपक्षाद्यां षड् दक्षिणैतीमासामुस्तान्नैते संवत्सरम् अभिप्राप्नुवन्ति।